नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। घृट् लकारः इति पाठः जायमानः अस्ति। तत्र तुमुण्णुगुळौ क्रियायां क्रियार्थायाम् एतत् सर्वं कृतम् अस्माभिः। लृट् शेषे च इत्येव प्रथमं सूत्रमासीत्। सामान्यभविष्यत्कालार्थे धातोः लृट् लकाररूप लृट् लकारः भवति, उपपदरूपेण अन्या क्रिया भवति चेदपि न भवति चेदपि अन्या क्रिया भवति चेदपि न भवति चेदपि उपपदरूपेण यद् अन्या क्रिया भवति चेदपि न भवति चेदपि सामान्यभविष्यत्कालार्थे धातोः लृट् लकारः भवति इति तत्र लृट् शेषे च इति सूत्रस्य विवरणम्। अनन्तरं तत्र वयं क्रियायां क्रियार्थायाम् एतत् सर्वं तु बहुवारं दृष्टवन्तः। सामान्यभविष्यत्कालः इत्युक्ते किम् इति तत्र प्रश्नः आसीत्। तत्र कुत्र कुत्र भवति सामान्यभविष्यत्कालार्थे इति उक्तं, तत्र कुत्र कुत्र भवति इति भविष्यत्कालार्थे लृट्लकारः इति तु भवति एव। अपवादभूत तु लुट् लकारः, अपवादः तु लुट्, सामान्यः तु लृट् लकारः इति तत्र एव अस्माकम् एतत् आरोपः अपि श्वोभावः सर्वं दृष्टवन्तः खलु। देवदत्तः श्वः भोक्ता, श्वः देवदत्तः कर्ता, एतत् सर्वं चिन्तयामि भवन्तः स्मरन्ति इति। अनध्यतने लुट् सो लृटः व्यवहारः कुत्र इत्युक्ते यत्र लुट् लकारः न भवति तत्र लृट् लृट् लकारः भवति सामान्य सामान्येन। कोष्टकपर्यन्तं दृष्टवन्तः वा वयम्? एकवारं कोष्टकं दृष्ट्वा अग्रे गच्छामः, अनन्तरमेव सूत्राणि सन्ति। महोदय भवान् एव आरम्भं करोति वा? श्रूयते वा? एकनिमिष। आं श्रूयते, अनन्तरमेव मुख्यसूत्राणि सन्ति, अतः एकवारम् एतत् कोष्टकं सारांशत्वेन अस्माकं एतत् कोष्टकं निर्मितवान् इति अस्ति खलु, अस्तु तद् दृष्ट्वा अग्रे गच्छामः। अस्तु, अत्र लकारः लङ् अनद्यतने इति अस्ति, कालसामान्यः भवति, कालविशेषे अद्यतनः भवति। अत्र अनद्यतने भूते तत्र लङ्लकारः, रामः ह्यः अपठत्, ह्यः अपठत् इति, रामः परह्यः गतसंवत्सरे अपठत् इति शोभावः विवक्षिते यत्र, यथा वयं लुट्लकारे शोभावः तत् तादृश गतसंवत्सरे अपठत् इति भवति। कालविकल्पे तत्र नास्ति, परोक्षे अपि नास्ति। तत्र लुङ् भूते कालसामान्ये तत्र भवति, रामः पाठम् अपठीत् इति, अद्यतने अपि भवति, तत्र रामः अद्य पाठम् अपठीत् इति, तत्र लङ् न भवति अद्यतने, अनद्यतने इति कृत्वा। अपि च अनद्यतने तत्र रामः परह्यः गतसंवत्सरे अपठीत् इति, रामः ह्यः अपठत्, रामः परह्यः अपठीत् इति, गतसंवत्सरे अपठीत् इति। कालविकल्पे कालव्यामिश्रे तत्र लङ्लकारः न भवति, रामः अद्य वा ह्यः वा परह्य वा गतसंवत्सरे तत्पूर्वं वा पाठम् अपठित्, यथा वयं लुट् लकारे दृष्टवन्तः, यत्र व्यामिश्रणं भवति लृट् अपि च क्षम्यताम् अद्यतन अपि च अनद्यतनस्य तत्र व्यामिश्रणं भवति, तत्र लृट् लकार एव भवति इति सत्यं। लिट् परोक्षे तत्रैव, परोक्षे एव तस्य भूतकाले, रामः पपाठ, ह्यः सुप्तः रामः ललाप इति तत्र तत्र एकम् अस्तु सुप्तः तत्र निद्रायां तत्र यदि एतादृश तत्र स्वप्ने अस्ति चेत् अपि अहं ललाप इति तत्र तत्रापि भवितुमर्हति. अहं ललाप इति अपरोक्षे उत्तमपुरुषे सामान्यतः न भवति, परन्तु तत्र स्वप्ने इति तत्र उत्तमपुरुषस्य अपि ग्रहणम् उत्तमपुरुषे अपि लिट् लकारः भवितुमर्हति इति आसीत्. भविष्यति काले लृट् भविष्यति क्रियायां क्रियार्थायां शेषे चति सूत्रद्वयं. रामः कालसामान्ये रामः पाठं पठिष्यति इति तत्र वर्तमान क्षम्यतां भविष्यत्काले करिष्यामि रामः पाठं पठिष्यति करिष्यामि इति व्रजति इत्र क्रियार्थायां क्रियायाम् इति अस्ति. शेषे रामः पाठं पठिष्यति इति रामः पाठं पठिष्यति अतः अनन्तरं रामः परश्वः आगामिसंवत्सरे पाठं पठिष्यति इति अत्र व्यामिश्रणम् अस्ति तत्र शब्दं परश्वः अस्ति खलु अनद्यतने इति अस्ति अनद्यतने तत्सर्वत्र तत्र लुट्लकारः न भवति. रामः अद्य वा श्वः वा परश्वः आगामिसंवत्सरदनन्तरं पाठं पठिष्यति अत्र व्यामिश्रणम् अस्ति तत्र श्वः अथवा अद्य वा श्वः वा इति भवति चेत् तत्र पठिष्यति एव भवति, न तु तत्र किमस्ति पठिता इति न भवितुमर्हति व्यामिश्रणे. लुट्लकारप्रयोगः न भवति इति अस्माभिः दृष्टमासीत्. लुट्लकारे अनद्यतने एव तत्र अनद्यतने रामः श्वः पाठं पठिता इति श्व इति तत्र यत्र श्वः अस्ति तत्र लुट्लकार अनद्यतने भविष्यत्काले लुट्लकारः. तत्र विवक्षायां स्वभावविवक्षायां स्वभावविवक्षिते सति रामः परश्वः आगामिसंवत्सरे पाठं पठिता इत्यपि भवितुमर्हति. यत्र विवक्षा अस्माकं तत्र वक्तुः विवक्षा अस्ति तादृश अनद्यतने तत्र अद्यतनसमीपस्थकालः नास्ति चेदपि तस्य रुट्लकारस्य प्रयोगः भवितुमर्हति इति अस्माभिः दृष्टम्. स्पष्टम् अस्ति खलु उषा भगिनी अरुणा भगिनी? आं भगिनि. सो तत्र श्वोभावः अथवा ह्योभावः विवक्षिते च सति तत्र लङ् अपि भवितुम् अर्हति, भविष्यदर्थे लुट् अपि भवितुम् अर्हति. परन्तु इदानीं तु अस्माकं विषयः लृट् लकारः, अतः अनद्यतने लृट् परश्वः आगामिसंवत्सरे इति अस्ति चेत् तत्र लृट् लकारः एव. व्यामिश्रणे अपि लृट् लकारः तत्र अद्यतने इत्यस्यापि तत्र भवति इत्येव, अद्य पाठं पठिष्यति इत्यत्रापि भवति. लिङ् अपि च लृट् सामान्यतया भवितुम् अर्हति यकालविषये अपि. सत्यं सत्यं सामान्ये वा भवतु अद्यतन अनद्यतन सत्यं कालसामान्ये अद्यतने अनद्यतने काल कालविकल्पे ओके परोक्षे एव नास्ति ओके देन् लृट् अपि तथा एव लृट् अपि च लुङ् परन्तु अस्माकं विषयः लुट् अनद्यतने भविष्यत्कालतर्थे भविष्यति अनद्यतने ओके नाट् आफ् टुडे ओके सत्यं. सो तत्र केचन मुख्यसूत्राणि सन्ति, तदिदानीं तदेव पश्यामः विशिष्टविधिसूत्रैः. सो अर्थविशेषेण एतद् विद्यते, तद् पठामः. अरुणा भगिनी पठति वा? धन्यवादः महोदय. आम् भगिनि. केश्चित् कैश्चित् विशिष्टविधिसूत्रैः अपि अर्थविशेषे लुट् लकाराः लकारः विधीयते. अभिज्ञावचने लुट् अभिज्ञावचने लुट् सूत्रं वदति स्तुतिबोधक उपपदे सति भूत अन्यद् अनद्यतनकाले धातोः लुट् लकारः भवति. स्मृति बोधि बोधिनि बोधिनि उपपदे भूत अनदतिने धातोः लुट् स्यात् इति सिद्धान्तकौमुद्यम्. स्मरणार्थे उपपदसैनकशब्दे सति अनद्यतनभूतकालार्थे लुट् लकारः भवति. लड् लडः अपवादः अभिज्ञा स्मृतिः सा उच्यते अनेन इति अभिज्ञावचनं तस्मै. सूत्रे वचनाशब्दस्य अर्थः एव यत् अभिज्ञा इति पदमेव भवति इति न. स्मृत्यर्थे यत् किमपि पदं भवितुमर्हति. स्मरसि, बुध्यसे, चेतयस्य इत्यादीनि पदानि सम्भवन्ति. निर्देशेन अभिजानासि देवदत्त काशी काश्मीरेषु वत्स्यामः. देवदत्तः भवतः मनसि स्यात् वयं काश्मीरे वसामः स्म इत्यर्थः. अभिज्ञावचने सप्तम्यन्तं लुट् प्रथमान्तं निपद्यमिदं सूत्रम् अनद्यतने लङ् इत्यस्मात् अनद्यतने इति अनुवृत्तिः. प्रत्ययः परश्च धातोः भूतेः इत्येषाम् अधिकारः अनुवृत्तचेतसूत्रम् अभिज्ञावचने अनद्यतने भूते धातोः लुट् प्रत्ययः परश्च. अत्र विशिष्टसूत्रमस्ति अभिज्ञावचने लुट्. अभिज्ञावचन किम् अस्ति, किम् अर्थमस्ति चेत् स्मृतिबोधक उपपद अस्ति. भूत अनद्यतनकाले धातोः लुट् लकारः भवति. सो स्मृतिबोधक उपपद भूत अनद्यतनकाले धातोः लुट् लकारः भवति. सिद्धान्तकौमुद्यमपि वदति स्मृतिबोधिन बोधिन् स्मृतिबोधिन् उपपदे भूत अनद्यतने धातोः लुट् स्यात् इति सिद्धान्तकौमुद्यम्. वाट् इस् द डिफ़रेन्स् भगिनि? न अवगतं भगिनि. तदेव तदेव प्रथमवाक्ये तत्र अर्थरूपेण दत्तमस्ति. तदेव सिद्धान्तकौमुदी वाक्यं स्मृतिबोधिन्युपपदे. स्मृतिबोधिन्युपपदे इत्यस्य अर्थः स्मृतिबोधक उपपदे सति. ओ ओके, धन्यवादः भगिनि. अत्र स्मृति केवलं स्मरणार्थे उपपदशब्दाः नास्ति सन्ति. अनद्यत् बुलट् लट् लकारः भवति. लङ् इदं सूत्रं लङ् अपवादसूत्रमस्ति. अभिज्ञा इत्येन स्मृति सा उच्यते अनेन इति अभिज्ञावचनम् ओके. अभिज्ञावचनं विवरणं दत्तं. सा उच्यते अनेन इति अभिज्ञावचनं तस्मिन् वचने इति चत्तमि पदं वचने. अत्र केवलं सूत्रम् अभिज्ञावचने स्मृतिबोधकवाक् उपपद इति उक्तम्. तत्र तदेव नास्ति. स्मरति, स्मरसि, बुध्यसे, चेतयसे इत्यादि पदानि अपि सम्भवन्ति. उदाहरणमस्ति अभिजानाति देवदत्त काश्मीरेषु वस्यामः. अर्थमस्ति देवदत्त भवतः मनसि स्यात् यत् वयं काशी वसामः स्म इति अर्थः. अनुवृत्तचैतसूत्रं वर्तते अभिज्ञावचने अनध्यतने भूते धातोः लुट् प्रत्ययस्य परश्च इति अस्ति. सो केवलं निस्सत्र लट्लकारस्य अपवादः सूत्रम् लङ्गः अपवादः ओ लङ्गः अपवादः ओके लङ्गः अपवादः इदं सूत्रम् असूत्रम् वदति सूत्रे तृतीयबोधक उपपदे सति भूत अनद्यतनकाले धातोः लुट्लकारः भवति सत्यम् एतत् अत्र विशिष्ट अर्थः सामान्यतया तत्र लङ्लकारः एव भवति समथिङ्ग् विच् हेपेण्ड् इन् द पास्ट् स्मरति वा इति पृच्छामः खलु तादृशेषु स्थलेषु सामान्यतया लङ्गः अपवादः वयं पूर्वं कश्मीरनगरे आसम् इति वदामः खलु तत्र अवसम् इत्येव तत्र सामान्यप्रयोगः भवति परन्तु किं वदति अत्र अनेन सूत्रेण यत्र अभिज्ञावचनम् इत्युक्ते स्मरणं स्मृतिबोधकं किमपि उपपदमस्ति चेत् तत्र वयं लृट्लकारस्य प्रयोगः अपि कर्तुं शक्नुमः कर्तुं शक्नुमः इति न कुर्मः तदेव नियमः खलु विधिसूत्रं तत्र वयं लृट्लकारप्रयोगः कुर्मः इति अतः तत्र अभिजानासि इति स्मृतिबोधक उपपदमस्ति तेन कारणेन तत्र अवसम् इत्यस्य लङ्गः अपवादः अवसम् इत्यस्य स्थाने वत्स्यामः इति लृट्लकारप्रयोगः भवति कश्मीरेषु वत्स्यामः इति प्रयोगः एतद् विशिष्टप्रयोगः सामान्यतया वयं वाक्यं यदा रचयामः वयम् अवसम् इत्येव उपयोगं कुर्मः खलु परन्तु अत्र स्मृतिबोधकः अस्ति इति कारणेन लृट्लकारः एव भवति न तु लङ् विकल्पः नास्ति विधिः एव नित्यं तद् भवति एव स्पष्टमस्ति वा आं भगिनि अस्तु धन्यवादः भगिनि सो विकल्पे कालविकल्पे अपि भवितुम् अर्हति कालव्यामिश्रे बट् लृट् तत्र बहुकालपूर्वं जातं यत्किमपि कालं स्मरति वा इति एव पृच्छति खलु सो प्राबब्लि तत्र गतवर्षे अथवा दशवर्षपूर्वमपि भवितुमर्हति बहुकालपूर्वं वयं कश्मीरे आसम् भवान् स्मरति वा इति पृच्छति तत्र सामान्येन तु लङ्गेव भवति खलु सो विशिष्ट अनद्यतनकाले यद् भवितुम् अर्हति परन्तु अत्र लृट् अपि भवति इति अर्थे भवति अर्थः एव अस्ति तत्र बहु पूर्वम् अपठत् इत्येव आसीत् खलु अपठत् इत्यस्य स्थाने पठिष्यति इति प्रयोगः कालः विपरीतः जातः खलु वि आर् क्रासिङ्ग् ओवर् द काला इट्सेल्फ् नाट् इवन् द कालम् काला इट्सेल्फ् इस् क्रासिङ्ग् ओवर् अतः अत्र किमर्थम् इत्युक्ते तत्र अभिजानासि स्मरति इति उपपदे सति तदस्ति चेदेव अथवा वि हेव् टु यूस् अवसम् एव अभिजाना भवती कुत्र वसति स्म इति प्रश्नः अस्ति चेत् चेन्नैनगरे अवसम् इति तादृशमेव भवति जानासि वा अभिजानासि वा स्मरति वा इति अस्ति चेत् दिस् प्रयोग इस् पासिबल् अस्तु अस्तु अभिज्ञावचने लिट् लिट् 3-2-1-1-2 इति अस्ति आं भगिनि भवति एव इदानीं सो अनद्यतने लङ् इति 3-2-1-1-1 सूत्रं लङ्गः अपवादः एतद् 3-2-1-1-2 अग्रिमसूत्रम् तत्र लघः अपवादः इति उक्तं परन्तु बहुकालपूर्वमासीत् खलु तत्र शोभ ह्यः भावितं तद् आरोपे तत् तादृश अस्ति वा तत्र अग्रे यदि बहुकालम् इति न उक्तम् अनद्यतने लङ् इति प्रथमं सूत्रमस्ति तत्र अनद्यतनकालः इत्येव अत्रापि स्वीकरणीयम् अभिज्ञावचने इत्यत्रापि तत्र शोभावितं स्मरसि इति तादृश रीसेण्ट्लि इति तादृश भवति खलु तत्र ध्वनिः तादृश अर्थः भवितुम् अर्हतः तत्र अग्रे न यदि इति अस्ति तत्रापि लङ् लक तत्र तत्र निषेधः भवति अस्ति एव अनद्यतने भूते अभिज्ञावचने अभिज्ञावचने लृट् भवति लृट् अग्रिममेव अनद्यतने लङ् इति यत्र अनद्यतनकालः अस्ति तत्र लङ् विधीयते इति उक्त्वा अभिज्ञावचने अनद्यतने लृट् भवति इति अग्रिमसूत्र एव वदति तादृश अनद्यतने शोभाविकम् आरोप्यते स्वभावित्वम् आरोप्यते अस्तु आं भगिनि भवति न यदि न यदि यद् शब्दस्य योगे स्मृतिबोधकपदस्य सामीपे सत्यपि भूत अनद्यतनार्थे भूत अनद्यतनार्थे लृट् लकारः न भवति ओ अस्तु उपपदसंज्ञक स्मृति अर्थकपदे स्मृत्यर्थकपदे सत्यपि यत् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लृट् लकारः न विधीयते अभिज्ञावचने लृट् इत्यस्य निषेधकसूत्रम् एकवारं यदा अभिज्ञावचने लृट् इति सूत्रं निषिद्धं तदा सामान्यसूत्रम् अनद्यतने लङ् इत्यनेन लङ् लकारः विधीयते यथा अभिजानाति कृष्णः यद्वने अभुञ्जमहि इति अभुञ्जमहि अभुञ्जमहि अभुञ्जमहि इति यद् वने अभुञ्जमहि ओके स्मरसि कृष्णः यत् वने वयम् अकदाम वनभोजनम् ऐ गेस् ओके स्मरसि कृष्णः यत् वने वयम् अखदाम ओके अखादाम वनभोजनम् खादाम अस्तु क्षम्यताम् अखादाम लृट्लकारः भवति स्म किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्लकारः विहितः अत्र अभुञ्ज् महि इति भुज् धातोः लङ् इति अस्तु न अव्ययपदं यदि सप्तम्यन्तं द्विपदमिदं सूत्रम् अभिज्ञावचने लृट् इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः अनद्यतने लङ् इत्यस्मात् अनद्यतने इत्यस्य अनुवृत्तिः प्रत्ययः धातोः भूतेः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रम् अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न अस्तु न यदि इति सूत्रं साक्षात् अनन्तरम् अस्ति अभिज्ञावचने लृट् इति यत् इदानीं वयं पठितवन्तः यद् शब्दस्य योगे स्मृतिबोधकपथस्य सामीपे सति अपि भूत अनद्यतनार्थे लृट् लकारः न भवति पूर्वं वयं दृष्टवन्तः स्मृतिबोधकपथस्य सामीपे सति अपि भूत अनद्यतनार्थे लृट् लकारः भवति इति इदानीं यद् शब्दस्य योगे यद् इति शब्दं यद् भगिनि एकं वाक्यम् अस्ति यद् इति धातोः कृते इति बट् यदा अभिज्ञा ओके उपपदसंज्ञकस्मृति अर्थकपदे सत्यपि यद् इति अव्ययपदं तस्मिन् वाक्ये उपयुज्यते चेत् लृट् लकारः न विधीयते. ओके तत् अवगतं भगिनि, परन्तु देर् वास् वन् स्टेट्मेण्ट् एकः एकं वाक्यम् अस्ति अव्ययपदं यद् एकवारं यदा अभिज्ञावचने लृट् इति सूत्रं निषिद्धं तदा सामान्यसूत्रम् अनद्यतने लङ् इत्यनेन एव लङ्लकारः विधीयते. यदा अभिजानासि कृष्णः यद् वने अभुञ्जम् अभुञ्ज्महि इति यद् इति न अत्र वाक्ये न उपयोगं कुर्मः चेत् अभिजानासि कृष्णः वने अभुञ्ज महि नास्ति अभुञ्ज लैक् वत्स्यामः खलु सत्यं सत्यम् आम् खादिष्यामः खादिष्यामः खादिष्यामः इति वक्तुं शक्यते खलु खादिष्यामः सत्यं खादिष्यामः यद्यपि पदं नास्ति चेत् तदेव भवति सत्यम् ओके सो अभिजानासि कृष्णः यद्वने अभुञ्ज् महि इति स्मरसि कृष्णः यत् वने वयम् अखादाम ओके लृट्लकारः भवति स्म किन्तु दिस् इस् वाट् ऐ किन्तु यत् इति पदं यदा उपयुक्तं तदा लृटः ओके निषेधे सति लङ्लकारः विहितः ओके अत्र अभुञ्ज् महि इति भुज् धातोः लङ् इति न अव्ययपदम् यद् इति पदं यदा उपयुक्तम् ओके देर् वास् वन् ऐ थाट् ऐ रेड् वन् स्टेट्मेण्ट् वेर् यद् वास् यद् अलाङ्ग् वित् द धातु बट् यद् इस् नाट् अलाङ्ग् वित् द धातु यद् वने इत्येव अस्ति खलु अभिजानाति कृष्णः यद् वने अभुञ्ज् महि ओके अस्तु अस्तु भगिनि यत् इति पदमेव किमपि अव्ययपदमेव ओके तत्र हौ डु यु से तत्र एकमेकं पदं स्वीकृत्य कथं कृतं पाणिनिना तत्र प्रथमम् एतत् सम्यक् अभिज्ञावचने लृट् इति समीचीनमेव परन्तु तत्र यत् इति पदम् अस्ति चेत् तस्य निषेधः भवति इति तत्र किं सर्वत्र तदोक्त अटित्वा तत्र मैक्रोस्कोप् इदानीन्तनकाले तु फोन् अस्ति केमरा अस्ति सर्वम् अस्ति तत्र तु गूगल् सर्च् अस्ति मेप् अस्ति सः कथं वा कृतवान् तथापि वयं न फ्लैट् तदापि अतः एव वयं न स्मरामः तत्र पाणिनीयशिक्षायां तत्र अनुनासिकवर्णस्य तक्रा यथा एकम् उदाहरणं ददाति श्लोके एव अस्ति यथा सौराष्ट्रीयनार्यः तक्रं तत्र तेषां तस्य किम् अस्ति तत्र डेसेल् नो तक्रा इति वदति तादृश करणीयम् इति उदाहरणं ददाति पर तद् दर्शयति सः सर्वत्र अटित्वा दृष्टवान् अपि तत्र लोके प्रयोगः कथम् अस्ति इति ईवन् प्रनौन्सियेशन् आल्सो तादृशसूक्ष्मता अस्ति तत्र तत्र किमपि रेल् किमपि नासीत् तथापि किमपि नासीत् खलु तत्र पञ्चन् मध्ये आसीत् मन्त्रद्रष्टा सम्यक् एव मन्त्रद्रष्टा अस्ति आसीत् एव तद् स्वीकुर्मः तदापि कुत्रचित् सम् कार्नर् एतद् यत् पदम् उपयुज्य एकं वाक्यं कोऽपि वदति इति तत् स्वीकृत्य तत्र निषेधः अपि हा लौकिकव्यवहारे तदेव अहं वदामि तत्र लौकिकव्यवहारे यत् इति पदं स्वीकृत्य कोऽपि तत्र लृट् प्रयोगः न करोति अतः मया तत्र निषेधः स्थापनीयः इति संस्कृतम् इति सम्यक् कृतं सम्यक् कृतं प्रोपत्ति प्रोपत्ति एतदेव प्रोक्ति यदि इति प्रयोगे तत्र लृट् न भवति इति तादृश तत्र सहस्राधिकवर्षपूर्वं यदासीत् तदेव इदानीमपि वेरि रेलेवेण्ट् टुडे बहु अन्यभाषा तत्र परिवर्तनं भवति वर्षे एव परिवर्तनं भवति सहस्रवर्षस्य जाति सत्यं सम्यक् अपि च उत्तरोत्तरमुनिना मम ऐ मीन् प्रोटेक्टेड् इट् रैट् एव्री आं सत्यं सत्यं सत्यं सत्यं तत्तु पाणिनेः तत्र परम्परा अस्ति खलु अतः एव तत्र पाणिनेः व्याकरणमेव प्रसिद्धमस्ति इट् इस् बिन् रेटेड् बै मेनि पीपल् सत्यम् ऐ थिङ्क् तदेव प्रायः कारणमासीत् यदा ब्रिटिश् अत्र आगतं ते अवगतवन्तः अत्र बहु किमपि अस्ति इति सो फस्ट् थिङ्ग् लेट् मी डेस्ट्राय् टेक् औट् संस्कृतं देन् तत्र ये जनाः भ्रमः भूत्वा दे विल् बि कन्फ्यूस्ड् अण्ड् लास्ट् इति तदेव प्रथमं दे डेस्ट्राय्ड् इट् value they knew the value probably the British did. Left others took over satyam periyar satyam periyar took over satyam satyam satyam mahodaya bagini manier williams dictionary aamukam madhye atra saha likitavan conversion ityasya krite eva aham sanskritam patitavan asit इति सः लिखित सः लिखति तत्र तत्र लिखितमस्ति भगिनि हौ डेर् खलु मै गाड् हार्वेस्टिङ्ग् द सोल्स् तेषाम् एतदेव अस्ति मै गाड् विज्ञावचने अनद्यतने भूते यदि धातोः लृट् लृट् प्रत्ययः न अस्तु न भवति इति तृतीयम् आम् महोदय तृतीयं विभाषा साकाङ्क्षे साकाङ्क्षे इति अग्रिमसूत्रमस्ति 3-2, 3-2-1-1-4 विभाषा साकाङ्क्षे प्रतिबोधक उपपदेशति भूत अनद्यतनकाले धातोः दृष्टकाः विकल्पेन भवति यदि इति यदि इति पदं सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयम् अस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम् उक्तविषयः ऋट् वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेत् धात्वर्थः इति सिद्धान्तकौमुद्यम् उक्तविषये लिट् वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षः धात्वर्थः साकाङ्क्षः चेत् धात्वर्थः इति सिद्धान्तकौमुद्याम् अभिज्ञावचने उपपदे यप्शब्दसहिते यप्शब्दसहिते अपि च केवले च विभाषा लिट् प्रत्ययः भवति साकाङ्क्षाश्चेत् प्रयुक्ता इति काशिकायाम् साकाङ्क्षशब्दस्य अर्थः एवमस्ति क्रियाद्वयं वर्तते तत्र एका क्रिया भवति माध्यमम् इत्युक्ते लक्षणम् अन्या क्रिया भवति लक्ष्यम् एकया क्रियया अपरस्याः अर्थपूर्तिः उदाहरणमस्ति अभिजानासि देवदत्त काश्मीरान् गमिष्यामः तत्र सत्तून् पास्यामः इत्यत्र अभिजानासि देवदत्त इति अत्र लक्षणमस्ति लक्ष्यं तत्र गमिष्यामः इति अभिजानासि देवदत्त अथ क्षम्यतां पास्यां गमिष्यामः इति लक्षणं लक्ष्यं पास्यामः अत्र क्रियाद्वयमस्ति अभिजानासि देवदत्त काश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः अथवा विकल्पेन अत्र लृट्लकारः अस्ति अभिजान देवदत्त काश्मीर वयं काश्मीरं गमिष्यामः तत् सक्तून् पास्यामः इति लृट्लकारः विभाषा इति उक्तम् अतः तत्र विभाषा इत्युक्ते अत्र लङ्लकारः भवति अभिजानस्य देवदत्ता काश्मीरान् अगच्छाम तत्र सक्तून् अपि भाम अत्र गमनलक्षणं गमनं लक्षणं पानं लक्ष्यं पुनः यत् शब्दस्य व्यवहारे सति अभजान् अभिजानासि देवदत्त यत् काश्मीरान् गमिष्यामः अथवा यत् काश्मीरान् अगच्छाम यत् तत्र ओदनं भोक्ष्यामहे अथवा तत्र ओदनम् अभुञ्ज्महि इति तत्रापि यत् अपि यत् पूर्वतने सूत्रे यत् इत्यनेन तत्र केवलं लृट् लङ्लकारस्य व्यवहारः आसीत् इदानीं विभाषा इत्युक्ते तत्र यत्र क्रियाद्वयमस्ति एकमस्ति लक्षणम् अपरमस्ति लक्ष्यम् इति तादृशसाकाङ्क्षा भवेत् तादृश स्थले तत्र विकल्पेन लृट् लकारः भवति अपि च लङ् लकारः भवति यत् शब्दस्य प्रयोगे अथवा अप्रयोगे अपि अत्र पुनः यस् अस्तु तत्र अग्रे आकाङ्क्षया सह वर्तते साकाङ्क्षः इति सः पूर्व बहुव्रीहि सशङ्कचक्र इति तादृश स बहुव्रीहि सः स इति भवति विभाषा प्रथमान्तं साकाङ्क्षे सप्तम्यन्तं द्विपदविधं सूत्रम् अभिज्ञावचने ऋट् इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः अनुदचने लङ् इत्यस्मात् अनुदचने इत्यस्य अनुवृत्तिः प्रत्ययः धातोः भूते इत्येषाम् अधिकारः अनवित्तसहितसूत्रम् अभिज्ञावचने अनदचने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा इदानीं तत्र अभिज्ञास्मृतिबोधक उपपदे सति तत्र लिट् लकारस्य प्रयोगः वयम् अस्माभिः दृष्टमासीत् यस्य निषेधः अस्ति न यदि इदानीं तत्र स्मृतिभेदक उपपदे सति तत्र तत्र सम्बद्धक्रियाद्वयमस्ति तत्र विकल्पेन लट् लकारः भवति पक्षे लङ् लकारः इति अस्ति यथा अत्र दत्तमासीत् अभिजानासि देवदत्त काश्मीरान् गमिष्यामः तत्र सक्तून् पास्यामः अत्र तत्र सक्तून् खलु सक्तोः पानस्य तत्र लक्षणमस्ति तत्र गमनक्रिया अस्ति अत्र अतः तत्र काश्मीरान् गमिष्यामः तत् सक्तून् पास्यामः इति तत्र क्रियाद्वयमस्ति गमनक्रिया पानक्रिया इति अस्ति अत्र अतः तत्र विकल्पेन लृट् लकारः भवति पक्षे तत्र लङ् लकारः भवति अपि च यत् यत् इति प्रयोगे तत्र यत्र पूर्वसूत्रे अभिज्ञावचने लृट् पत्यः न इति उक्तम् अत्र यत् प्रयोगे अपि तत्र साकाङ्क्षा तत्र साकाङ्क्षवचनं तत्र क्रियाद्वयम् अस्ति सम्बद्धक्रियाद्वयम् अस्ति तत्र लृट् लकारः भवति एव इति तदेव अस्ति अत्र सः सूत्रत्रयम् अभिज्ञावचने लृट् न यदि विभाषासाकाङ्क्षे वन् त्री टु वन् वन् टु वन् वन् त्री वन् वन् फोर् इति सर्वम् अनद्यतने लङ् इत्यस्मात् अग्रे एव अस्ति त्री टु वन् वन् वन् तस्मात् अनन्तरमेव एतत् त्रयं धन्यवादः महोदय अरुणा भगिनी आशंसायां भूतवच्च आशंसया भूतवच्च भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन आशंसया वच्चायां भविष्यति काले भूतवत् वर्तमानवाच्यप्रत्यया वा आशंसयाम् इति सिद्धान्तकौमुद्या प्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा अप्राप्तपदार्थस्य प्राप्तेः इच्छाम् आशंसाम् इति उच्यते आशंसा भविष्यति एव भवति तदपि आशंसयाः विवक्षायाम् अनेन सूत्रेण धातोः भूतकालार्थकश्च वर्तमान अर्थकस्य प्रत्ययः विकल्पेन विधीयते. भूतवत् इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्, अतः सामान्यभूते लुङ् प्रत्ययस्य एव व्यवहारः अत्र, न तु लङ् वा लित् वा. निदर्शने उपाध्यायाः चेत् उपाध्यायश्चेत् आगमत् वा आगतः वा आगच्छति वा आगमिष्यते वा इति व्याकरणं मध्ये व्याकरणम् अद्य कारणम् अद्य व्याकरणम् अद्य गीष्मि ग्रीष्महि अधिगीष्महि अधिगीष्महि इति भवति खलु. अद्य गीष्महि अद्य गीष्महि व्यवहारात् न तु लङ् न वा लिक् वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे इति. अध्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम. आशंसयां सत्यमन्तं भूतवत् अव्ययं वा अधीतवन्तः वा अधीमहे अध्यापकः इति आशंसयां सप्तम्यं भूतवान् अव्ययम् अव्ययं त्रिपादिस्मितमिदं सूत्रं वर्तमाने समामिप्य वर्तमानवत् च इत्यस्मात् वर्तमानवत् वा इत्यनयोः अनुवृत्तिः प्रत्ययः परश्च. इदं सूत्रम् अधिकारसूत्रम् अनुवृत्तिसहितसूत्रम् आशंसयां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा परश्च. ओके, असंशयां भूतवत् च सूत्रं भविष्यत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन. नावगतं देन् हौ टु एक्स्प्लेन् तत्र भविष्यत्कालार्थे भविष्यत्कालार्थे एव तत्र आशंसायाम् इत्युक्ते अप्राप्तस्य प्राप्तुम् इच्छा, यद् न प्राप्तं तस्य प्राप्तुम् इच्छा अस्ति, आशा अस्ति, आशा अस्ति इति वदामः खलु, तदेव आशांसा. अप्राप्तस्य प्रियार्थस्य प्राप्तुम् इच्छा इति आशांसा. तत्र तद् भविष्यत्काले एव भवति खलु सामान्यतया. समथिङ्ग् ऐ वाण्ट् टु अटैन् इन् द फ्यूचर्, डिसैर् टु अटैन् इन् द फ्यूचर्, तस्य भूतकालमपि भवति वर्तमानकालमपि विकल्पेन भवति इति एतत् सूत्रं वदति. आशायाः विवक्षायां भविष्यत्कालार्थे भूतकालः वर्तमानस्यापि प्रत्ययः भवति विकल्पेन इति वदति. तस्य एव तत्र एकम् उदाहरणमासीत् खलु, भवती पठितवती. उपाध्यायः चेद् अगमत् अगमत् अगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा. एते व्याकरणम् अद्य गीष्महि. ओके, देरत्र अगमत् आगतः आगच्छति लट्लकाय आगमिष्यति भविष्यत्काल अत्र तेभि वर्तमानभूतकालापि प्रत्यय योचितुम् अर्हते. तत्र भूतकालस्य वर्तमानस्य च प्रत्ययः इत्येव उक्तं, लकारः इति किमपि न उक्तम्. अतः एव आगतः इति इक्तप्रत्ययस्य प्रयोगः अपि अस्ति. सो अगमत् लुङ् अत आगतः इत्तप्रत्ययः अगच्छत् लट् आगमिष्यति लृट् ओ अगच्छत् एव लङ् अगच्छत् एव लङ् लुङ् लुङ् अगमत् लुङ् इष्टप्रत्ययः इष्टप्रत्ययः लट् अनन्तरं भृट् सो ते तत्र प्रत्ययः इत्येव उक्तं भूतकालस्य वर्तमानस्य च प्रत्ययः भवति इत्येव लकारः इति न उक्तं पूर्वतनसूत्रे लृट् प्रत्ययः इति साक्षात् उक्तम् द लास्ट् टु खलु लृट् प्रत्ययः विधीयते लृट् प्रत्ययः विधीयते इत्येव उक्तम् अत्र तु भविष्यत्कालार्थे भूतवत् वर्तमानवत् प्रत्ययः भवति इव प्रयोगः भूतवत् वर्तमानवत् सो वि केन् यूस् तत्र कृदन्तप्रत्ययस्यापि प्रयोगं कर्तुं शक्नुमः तव तु भगिनि उपाध्यायः अगमत् चेत् वयं व्याकरणम् अध्येष्यामहे तदपि वक्तुं शक्यते खलु ऐ डोण्ट् हेव् टु से केन् यूस् एनी आफ् दोस् लेटर् विल् डू द व्याकरणम् अधीतवन्तः तत्र अध्येष्यामहे भूतकालार्थे भवेत् वा तादृश अस्ति अत्र व्याकरणम् अधीतवन्तः उपाध्यायः अगमत् अगमत् चेत् वयं व्याकरणम् अध्येष्यामहे तदपि वक्तुं शक्यते खलु आर् उपाध्यायः अगमत् अगमत् चेत् वयं व्याकरणम् अद्य गीष्महि तदेव वक्तुं शक्यते वा सो वा अस्ति इत्यनेन ऐ थिङ्क् बोत् तत्र द्वयमपि एकस्मिन् एव काले भवेत् काले भवेत् तत्र लकारः आम् इक्तप्रत्ययः अस्ति चेत् इक्तप्रत्ययस्य एव तदा तादृशमेव तत्र भूतवत् वर्तमानवत् प्रत्ययः भवतु इति उक्तं चेत् तत्र समानमेव भवेत् अत्र वा मिस्मास् भवति अत्र व्याकरणम् अद्य गीष्महि अधीतवन्तः लुङ्लकारः अगमत् अद्य गीष्महि आगतः इति अधीतवन्तः किमर्थम् इति तत्र कर्मणि अस्ति खलु अतः अधीतवन्तः भवति एव खलु आम् अद्य गीष्महि लुङ् एव खलु आम् एकनिमिषम् अहं कन्फर्म् लुङ् वयं कृतवन्तः वा न लुङ्लकारः कर्मणि कृतवन्तः सो अत्र गम् धातुः गम् धातोः लुङ् खलु कर्मणि लुङ् वा अत्र एव कर्तरि कर्तरि लुङ् अगमत् अगमताम् अगमन् अगमः अगमतम् अगमत अगमम् अगमाव अगमाम खलु लुङ् लृङ्ग् क्षम्यतां लृङ्ग् लृङ्ग् अगमश्यत् अगमश्यताम् ओ एतद् नाट् गम् धातुः नास्ति वा इङ्गतौ इति वायनं क्षम्यताम् सत्यं सत्यं अध्ययने अध्ययने सो किमर्थं गीष्महि अद्य न गकार गकार किमर्थम् अद्य गीष्महि सो नाट् ई दातु अद्य आदेशप्रायः तत्र लुङ् लकारे खलु कर्तरी लृङ् लकारः भविष्यत्कालार्थे अद्य गीष्यत अद्यैषत अद्य गीष्येताम् अद्यैष्येताम् अद्य गीष्यन्त अद्यैष्यन्त इति रूपं भवति प्रत्ययः ओ प्रक्रिया लुङ् लकारः अद्यगीषि उत्तमपुरुषे वदामि अद्यगीषि अद्यैषि अद्यगीष्वहि अद्यैष्वहि अद्यगीष्महि अद्यैष्महि धातु एव भवती दृश्यते वा भगिनि आम् अदि अदि उपसर्गः पूर्व अदि उपसर्गपूर्वक इङ् अध्ययने तत्र सिच् इति श्ली लुङ् इति श्ली इत्यस्य स्थाने सिच् श्लेः सिच् समीचीनम् अनन्तरं तत्र अडागमः भवति अदि अट् घा इति तत्र विभाषा लुङ् लङ् लुङ् लृङ्गोः तत्र अदि गाङ् महि सो अदि अट् गा इस् सिच् सकारः महि अनन्तरं भूमास्ता जहाति सां हलि इत्यनेन गी आदेशः ई आदेशः अनन्तरं इको यणचि अध्य आ घी इस् महि आदेशप्रत्ययोः अद्य न अवगतवती कुत्र ग इति आगच्छति गाङ् आदेशः विभाषा लुङ्गोः 2 4 50 ओ अस्तु सो इकारस्य स्थाने गा गाङ्ग् इति आदेशः अतः एव गोमास्ता गापा जहाति सां हलि इत्यनेन तत्र इ जातं तद् अडागमः अपि अस्ति अधि इति उपसर्गः अपि अस्ति एतत्तु सन्धिपाठस्य कृते सम्यक् सो इष् आदेशः आदेशप्रत्ययोः अधि अध्यगीष्महि इति लुङ् प्रयोगः अत्र आक्चुलि तत्र रूपद्वयमस्ति अद्यगीष्महि अद्यैष्महि इति अद्यैष्महि प्रायः तत्र लुङ् गा गाङ्ग् आदेशः यत्र न भवति इति विभाषा खलु लुङ् लृङ्गोः अद्यैष्महि एतद् वयं न पठितवन्तः खलु तदेव विभाषा लुङ् लृङ्गोः गाङ्ग् लिटि ओ लिटि लिटि गाङ्ग् लिटि अनन्तरं विभाषा लुङ् लृङ्गोः ओके 2 4 50 अस्तु विभाषा लुङ् लृङ्गोः 2 4 50 अनेन ईकारस्य स्थाने गाङ्ग् आदेशः भवति अनन्तरमेव अगमत् अद्य गीष्महि सत्यम् आगतः अधीतवन्तः आगतः इच्छाप्रत्ययः कर्मणि खलु कर्तरि आगतः इति कर्तरि अस्ति अतः कर्तरि इच्छ अतः एव अधीतवन्तः प्रत्ययः एव प्रयोगः कृतः अधीमहे आगच्छति अधीमहे लृट् यदि सः आगच्छति किं महोदय पूर्वतनसूत्रेषु तत्र भूतकालस्य कृते भविष्यत्काल इदानीं भविष्यत्कालस्य कृते भूतकालैपरीत्यम् सत्यम् आं सत्यं 3 3 आगतवन्तः तत्र तु 3 1 आसीत् एतत् 3 3 इति वयम् अग्रिम अधिकारे आगतवन्तः खलु उपपदार्थे अपि तदा 3 2 3 2 क्षम्यतां 3 2 3 2 इदानीं 3 3 आगतवन्तः सत्यम् सो तत्र वर्तमानसामीप्ये वर्तमानत्वात् इत्यस्मात् वर्तमानवत् इत्यस्यापि तत्र अनुवृत्तिः जा आगतम् सो तत्र आशंसायां धातोः भूतवत् वर्तमानवत् च प्रत्ययः वा परश्च. सम्यक्, एतत् स्पष्टमस्ति खलु? अप्राप्तपदार्थस्य प्राप्तेः उपनेत्रं, यदि उपनेत्रम् अस्ति अहं पठितुं शक्यते. सो अत्र पर्यायः सो चेत् आगमत् सो उपनेत्रम् अहं दट्स् ऐ हाव् टु टेक् डू इट् चेत् उपनेत्रम् अस्ति चेत् अहं पठितुं शक्नोमि एव खलु. सामान्यविधिलिङ्गकारकप्रयोगः भवति अत्र भिन्न सामान्यं सम्भावनार्थे वयं कुर्मः व्यवहारे विशिष्टप्रयोगः, विशिष्टप्रयोगः अप्राप्तपदार्थस्य प्राप्तेः आशंसा. सत्यम्, अस्तु भगिनि, सत्यम्. आं भवती एव भगिनी अग्रिम क्षिप्रवचने क्षिप्रवचने लृट् क्षिप्रशब्दस्य च तदर्थकस्य उपपते सति भाषायाः विवक्षायां धातोः लृट् लकारः भवति. क्षिप्रवचने उपपदे आशंसायां गम्यमानायां धातोः लृट् प्रत्ययः भवति इति काशिकायां. वचन इति शब्दस्य कथनेन क्षिप्रशब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्, आशु, त्वरितम् इत्यादीनि पदानि निदर्शने उपाध्यायः चेत् क्षिप्रमागमिष्यति. उपाध्यायः चेत् क्षिप्रम् आगमिष्यति. क्षिप्रं व्याकरणम् अध्येष्यामहे अथवा अध्यापकः शीघ्रम् आगमिष्यति चेत् शीघ्रमेव व्याकरणं पठिष्यामः. क्षिप्रवचने सप्तम्यन्तं लृट् प्रथमान्तं द्विपदमिदं सूत्रम्. आशंसायां भूतवत् च इत्यस्मात् आशंसायाम् इत्यस्य अनुवृत्तिः. प्रत्ययः धातोः परश्च इत्येषाम् अधिकारः. अनुवृत्तिसहितसूत्रम् आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च. ओके, क्षिप्रवचने अपि पूर्वतने आशंसायां वयं दृष्टवन्तः. तत् अत्रापि आशंसायां क्षिप्रवचने अस्ति चेत् क्षिप्रवचने इति कथनेन क्षिप्र शब्दस्य समानार्थकाः शब्दाः उक्ताः भवन्ति चेत् अपि धातोः लृट् प्रत्ययः भवति. लृट् प्रत्ययः भवितुम् अर्हति. सो लृट् लकारः भवति. ओके, अस्तु. स्टेट्मेण्ट् उपाध्यायः क्षिप्रम् आगमिष्यति. उपाध्यायः क्षिप्रम् आगमिष्यति चेत् क्षिप्रं व्याकरणम् अध्येष्यामहे. ओके, चेत् उपाध्यायः क्षिप्रम् आगमिष्यति चेत् ओके क्षिप्रम् आगमिष्यति नार्मल् लृट्. क्षिप्रं व्याकरणम् अध्येष्यामहे तदपि नार्मल् लृट् एव. अध्यापकः शीघ्रम् आगमिष्यति चेत् तत् द सेम् थिङ्ग् रैट्? शीघ्रमेव व्याकरणं पठिष्यामः. तस्य विवरणमेव उपाध्यायः शीघ्रम् इति तत्र क्षिप्र इति शीघ्रम् इत्यस्य शीघ्रप्रयोगः तदेव. क्षिप्रम् इत्यस्य स्थाने शीघ्रं तावदेव, किमपि अन्यत् नास्ति. ओके, तत्र आगमिष्यति अध्येष्यामहे, अत्रापि आगमिष्यति पठिष्यामः, अध्येष्यामहे इत्यस्य स्थाने पठिष्यामः, तावदेव. तत्र किमपि भेदः नास्ति. क्षिप्रवचने लिट् अपि भवति पठिष्यामः केवलं लिट् एव भवति केवलं लिट् एव अहं भगिनि तत्र आशंसा अस्ति आशंसा अस्ति कुत्रापि परन्तु क्षिप्रम् इति वचनप्रयोगः कृतः क्षिप्रम् इत्युक्ते समानार्थकः अपि स्वीकृतः तत्र क्षिप्र इति प्रयोगः अस्ति इति कारणेन केवलं लिट् एव भवति अन्य वर्तमान अथवा भूतकाल न भवति पठिष्यामः परस्मैपति व्याकरणम् अध्येष्यामहे अधि ई धातु इत्यनेन आत्मनेपति अस्तु अस्तु भगिनि वाट् इस् द डिफ्रेन्स् तत्र त्रयः भू पूर्वतनसूत्रस्य एक्सेप्शन् अत्र पूर्वतनसूत्रम् एक्सेप्शन् चिन्तयामि क्षिप्रवचने लकार सूचयति खलु समयप्रकार तत्र कालप्रकार एव लकार एव भवेत् खलु सत्यं सामान्यतया तदेव भवति सत्यम् अथवा लिङ्गकार क्षम्यता लिङ्ग् विधिलिङ्ग् लकार भवेत् खलु परन्तु तत्र तु कालः वयं वक्तुं न शक्नुमः खलु कालिकः नास्ति सत्यम् आम् भवती कुत्र वदति भगिनि कालिकसम्बन्धः नास्ति इति विधिलिङ्गकारः विधिलिङ्ग् इत्यस्य कालस्पष्टता नास्ति खलु केवलं सम्भावना तावदेव सम्भावना अथवा निमन्त्रण भविष्यति एव खलु कदा इति नास्ति भविष्यति एव विधिलिङ्गकारः भविष्यति सत्यम् आम् सत्यं सम्भावना परन्तु निमन्त्रण तत्र प्रायः स्पष्टता न भवति इति कारणेन लोट् लिङ्ग् लोट् लिङ्गसमानं भवति अतः तत्र कालसूचनार्थं अत्र प्रायः योजितम् भगिनि अग्रिमं परिच्छेदः अपि पठतु अस्य एव प्रकृतसूत्रम् आशंसायां भूतवच्च इत्यस्य अपवादः यतोहि आशंसायां भूतवत् च इति सूत्रेण क्षिप्र क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म क्षिप्रवचने लृट् इत्यनेन केवलं लृट् लकारः भवति प्रश्नः उदेति यत् प्रकृतसूत्रे लृट् इति वचनस्य आवश्यकता नास्ति क्षिप्रवचने लृट् इति अत्र अस्ति पूर्वसूत्रम् आशंसायां भूतवच्च लृट् इति अत्र नास्ति आशंसायां भूतवच्च ओके ओके आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं न क्षिप्रवचने इति पर्याप्तमासीत् उत्तरत्वेन उच्यते यत् लृट् इति वदनस्य आवश्यकता अस्ति एव स्पष्टीकरणार्थं यत् लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि इति ओके यथा श्वः क्षिप्रम् अध्येष्यामहे श्वः क्षिप्रम् अध्येष्यामहे श्वः क्षिप्रं पठिष्यामः सम्यक् भगिनी न अवगतवती अत्र प्रकृतसूत्रम् आशंसायां भूतवच्च इत्यस्य अपवादः ओके यतोहि आशंसायां भूतवच्च इति सूत्रेण क्षिप्रावस्थायामपि भूतकालप् भूतकालिकप्रत्ययः च वर्तमानकालिकः प्रत्ययः च विधीयते स्म. सो भूतकाल अथवा वर्तमानकाल तत् अवगतम्. आशांसायां भूतवच इति सामान्यसूत्रं, तत्र भूतकालप्रत्ययः वर्तमानः अपि विधीयते, तदेव उक्तं खलु तत्र. आशंसा अस्ति चेत् विधीयते इति. सो नौ तत्र प्रत्ययत्रयमपि अस्ति चेत्, क्षिप्रवचनम् अस्ति चेत् लृट् एव विधीयते, लृट् एव विधीयते. तत् कथनस्य आवश्यकता अस्ति इति यतोहि लुट्ल इत्यस्य व्यवहारः न भविष्यति इति. So they wanted to avoid tad lutlakarah. So lutte iti uktam, tad spashti kritam. So na shipravachane iti vadati chet astu tatra bhutakalam na bhavati, vartamanakalah na bhavati, parantu aham tu lutapi vaktum shaknomi, lutapi vaktum shaknomi kalu. Bhavishyat kalate तद् मम विवक्षा नास्ति, केवलं लुट् एव भवतु, न तु लुट् इति तत्र तद् सीमा स्थापितम्. सो तद् क्षिप्रवचने लृट् 3-3-1-3-3 अवगतं खलु तद्. महोदय धन्यवादः. किं वृते लिङ् ऋतौ 3-3-1-4-4 खलु इदानीम्. ओ दशसूत्राणि आम्. किं वृत्ते लिङ् ऋतौ 3-3-1-4-4 किमिति प्रश्नवाचके सति गर्हा इति अर्थः गम्यमानः चेत् धातोः लिङ् च लृच् च लकारौ भवतः. किं कतर कथम इत्येतेषु अन्यतमः उपस्थितः स्यात् इत्यनेन किं वृत्तः. गर्हायामिति अनुवृत्तेः निन्दायाम् इत्यर्थः. लिङ् इति पदं पूर्वतने सूत्रे वर्तते, तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत् लट् अस्य अनुवृत्तिः भवति स्म न जायेत. गर्हायामित्येव विभाषा न स्वर्यते. किं वृत्ते उपपदे गर्हायां गम्यमानायां धातोः लिङ् लुटौ प्रत्यये भवतः सर्वलकाराणाम् अपवादः. लिङ्ग्रहणं लटः अपरिग्रहार्थम् इति काशिकायां. विभाषा इत्यस्य अनुवृत्तिः न भवति. अस्य फलमस्ति यत् अपरेषां सर्वेषां लकाराणां भावः भवति. अत्र केवलं विधिलिङ् च लृट् च सम्भवतः. किमः वृत्तं किं वृत्तं तस्मिन् किं वृत्ते षष्ठी तत्पुरुषसमासः. लिङ् च लृट् च तयोः इतरेतरद्वन्द्वः लिङ् लृटौ. किं वृत्ते सप्तम्यन्तं लिङ् लृटौ प्रथमान्तं द्विपदवितं सूत्रं. गर्हायां लट् अपि जातोः इत्यस्मात् गर्हायाम् इत्यस्य अनुवृत्तिः प्रत्ययः धातोः परश्च इत्येतेषाम् अधिकारः अनुवृत्तिसहितूत्रमस्ति. किं वृत्ते गर्हायां धातोः लिङ् लृट् प्रत्ययौ परश्च इति अस्ति. इदानीं किम् इति तत्र किं वृत्ते इत्युक्ते किं कतर कथम इत्येतेषु उपपदे सति, अपि च अर्थः गर्हायां निन्दायां तत्र धातोः लिङ् अपि च लृट् प्रत्ययः भवति. विधिलिङ्गकारः अपि च लृट्लकारस्य लिट्लकारप्रत्ययः भवति. एतत् सर्वलकाराणाम् अपवाद इति इत्युक्ते भविष्यत्काले भूतकाले अपि भवतु तत्र अस्य लिङ् अपि च लृट्लकारस्य प्रयोगः. भूतकाले अपि लृट्लकारस्य प्रयोगः अथवा लिङ्लकारस्य प्रयोगः अस्ति. अत्र पूर्वतनसूत्रे लट् इति तत्र अस्ति मासीत् लिङ्ग् लट् अपि जातोः इति उक्तमासीत्. तत्र केवलं तत्र लट् इत्यस्य निवृत्त्यर्थं तत्र पुनः तत्र पुनः लिखितमस्ति किम् अस्ति लिङ्ग्रहणं पुनः पुनः कृतं प्रायः तत्र लिङ्ग् इति अनुवृत्ति भवति स्म परन्तु पुनः लिखितमस्ति किमर्थमिति अनुवृत्ति भवति चेत् लट् अपि पूर्वतनसूत्रे स्यात् तत्र तस्य अत्र न भवतु इति लट् लकारस्य लट् प्रत्ययः अपि न भवतु इति कृत्वा पुनः लिङ् इति कृतं तर्हि तत्र किं वृत्तेः इत्युक्ते तत्र यदि निन्दायां कत् किं कथम कथ इत्येतेषां तत्र प्रयोगे तत्र धातोः तत्र लिङ् लकारः लट् लकारः इति तत्र भवति एकवारं तत्र उदाहरणं पश्यामः किं वृत्ते लिङ् ऋतौ इत्यस्य उदाहरणमस्ति कः कः वा हरिं निन्देत् अथवा निन्दिष्यति तत्र लिङ्लकारः निन्दिष्यति लिङ्लकारः अथवा लिट् लकारः किं वृत्ते इति कतरः कतरः हरिं निन्देत् निन्दिष्यति अथवा कतमः हरिं निन्देत् निन्दिष्यति इति अत्र अर्थः अस्ति अस्य निन्दायां कः अभाग्यः अस्ति यत् हरेः निन्दां कुर्यात् इति इत्यस्मिन् अर्थे किं वृत्तेः अस्मिन् उदाहरणे किं वृत्ते लिङ्गटौ इति सूत्रेण षट् वाक्यानि भवन्ति कः हरिं निन्देत् अत्र यद् प्रथमं लिङ्ग् विधिलिङ्गकारः कः हरिं निन्देत् कतर हरिं निन्देत् कथम हरिं निन्देत् दृट्लकारे कः हरिं निन्देत् कतर हरिं निन्दिष्यति सारि कः हरिं निन्दिष्यति कतर हरिं निन्दिष्यति अपि च कथमः हरिं निन्दिष्यति इति अत्र किं पदस्य व्यवहारेण किं वृत्तः भवति अपि च तेन एव व्यवहारेण गर्हा इति अर्थः अपि जायते किं वृत्तः इत्युक्ते तत्र गर्हायामेव तत्र किम् इत्यस्य व्यवहारः अस्मिन् वाक्ये अतः निन्द् इति धातोः किं वृत्ते लिङ्गटौ इति सूत्रेण विधिलिङ्गकारे सति निन्देत् निन्देत् अपि च लिट्लकारे अस्ति निन्दिष्यति इति द्वे पदे जायते तर्हि किं भवेत् अपि निन्दां दर्शयितुं तत्र दातु तत्र निन्दायाः निन्द धातोः प्रयोगः किं वृत्तेः निन्दा कः इदानीं तत्र भूतकालार्थे अपि निन्दितवान् अस्ति तथापि तत्र सर्वकारण अपवादः अस्ति कः अभाग्यः हरि हरे हरिं निन्दिष्यति कः हरिं निन्दिष्यति इति भूतकालार्थे वर्तमानकाले यः निन्दन् अस्ति तस्यापि भवितुमर्हति खलु कः हरिं निन्दिष्यति अत्र इति अतः भविष्यत्काले अत्र अस्ति इति अस्ति तथैव लिङ्ग् लकारस्य प्रयोगः आम् 3-3-1-4-4 खलु किं वृतौ लिङ् ऋतौ इति वयम् इदानीं क्षिप्रवचने लृट् इति दृष्टवन्तः 3-3-1-3-3 तस्य अग्रिमसूत्रमेव आशंसावचने लिङ् इति अस्ति अत्र अस्मिन् पाठे अस्य उपयोगः नास्ति इति प्रायः न अत्र दत्तम् सो 3-3-1-3-4 आशंसावचने लिङ् अनन्तरं तत्र कुत्रचित् मया दृष्टम् इदानीं लृङ् सर्वम् आगतं किमर्थम् अत्र पुनः दत्तम् इति किं वृते लिङ् लृटौ इति द्वयमपि योजयित्वा किमर्थं दत्तम् इत्युक्ते मध्ये अन्ये लकारः अपि आगच्छति भूते च अनन्तरं गर्हायां लडपि लट् अपि जातोः इति आगतं विभाषा कथमि लिङ्ग् लिङ् च अनन्तरं किं वृते लिङ् वृतौ अतः एव लट् लट् अपि अस्ति लिङ्ग् अपि अस्ति कथमि इति सत्यं तत्र इदानीं तत्र अनुवृत्ति भवति चेत् लट् लकारस्य अनुवृत्ति बाधयितुं तत्र पुनः लिङ्ग् इति उक्तम् इति सत्यं सत्यम् आम् अतः एव पुनः तत्र 3-3-1-4-6 इत्यत्र लृट् एव आगच्छति तत्र लिङ्ग् इत्यस्य निषेधः प्रायः निषेधः इति न निवृत्तिः इति किं वृते लिङ् लृटौ इति अवगतं खलु तद् अधुना भगिनी अग्रिम परिच्छेदः पठति वा कः परिच्छेदः पठामः भगिनि लुङ् प्राग्वत् तदेव भगिनि सत्यं लुङ् प्राग्वत् इति वाक्यं सिद्धान्तकौमुद्याः वृत्तौ वर्तते पूर्वतने सूत्रे विभाषा खतमि लिङ् च एक विशिष्टपरिस्थितिः भवति यत्र लुङ्लकारस्य सम्भावना अपि भवति तद्वत् अत्रापि किं वृत्ते लिङ् ऋतौ इति सूत्रेण यत्र एकं विशिष्टकार्यं भवति स्म तथा तादृशं प्रयोजने प्रायः प्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत् तादृश असफलः प्रयासः स्यात् तत्र भूतकाले विकल्पेन लुङ्लकारः भवति भविष्यत्काले च नित्यं लुङ्लकारः भवति एतत् अर्थं काशिकायाम् उदाहरणं दीयते को नाम ऋषलौ यं तत्र भवान् याजयेत् यं तत्र भवान् कुशलं याजयिष्यति कतरो नाम कतमो नाम यं तत्र भवान् कुशलं याजयेत् वा याजयिष्यति भूते क्रियातिपत्ते वा लृङ् भविष्यति तु नित्यम् को नाम वृषलेयं तत्र भावना भवान् अजायिष्यत् अस्मिन् उदाहरणे वृषलः नाम दुर्जनः याजयति इति यज् धातोः निजन्तरूपं यजते नाम त्यागं करोति निदर्शने केनचित् स्वस्य चारित्र्यं ख्याति नाम वा पत्यागः क्रियते दुर्जनस्य कृते आरम्भे सामान्यार्थे किं वृत्ते लिङ् लृटौ इत्यनेन विधिलिङ् च लुट् वा इत्यनयोः वाक्यानि ध्येयन्ते तदा उत्पत्तौ नाम यत्र कार्यस्य असाफल्यं जायते भूते विकल्पेन लुङ् अयाजयिष्यत् भविष्यति नित्यं लुङ् च भवति अर्थः अस्ति तस्य दुर्जनस्य नाम किं यस्य कृते भवतः असफलः प्रयासः जातः स्वस्थनाम त्यागार्थं प्रथमे उदाहरणे च अस्मिन् अर्थे को हरिम् अनिन्दिष्यत् इति भवति अभावात् उभयत्र किम् इति प्रश्नवाचक शब्दः निन्दार्थे भवति ओके वयं पठामः भवान् उक्तं किं वृत्तलिङ्गो अत्र किम् अत्यनेन कः कतर कथम इति शब्दः अपि निन्दार्थे उपयुज्य भवति अधुना लुङ् प्रवाग्वत् इति वाक्यं सिद्धान्तकौमुद्याम् अस्ति पूर्वतनसूत्रापि विभाषा कथमि लिङ् च एकं विधि सूत्रम् एकविशिष्ट परिस्थित्यां भवति यत्र लुङ्लकारस्य सम्भावने अपि भवति. किं भगिनि अत्र लुङ् प्राग्वत् सूत्रं वाक्यं न तदेकम् इति एकं वाक्यं किं वृत्ते लिङ् लिट्टौ इति सूत्रमस्ति खलु. तस्मिन् सूत्रे सिद्धान्तकौमुद्याः एकं वाक्यमस्ति किम् इत्युक्ते लृङ् प्राग्वत् इति. लृङ् प्राग्वत् इत्युक्ते किम् इति चिन्तयामः चेत् तत्र पूर्वसूत्रसूत्रस्य अपेक्षा वर्तते. पूर्वतनसूत्रं किं विभाषा कथमी लिङ् च इति सूत्रं. तद् कदा भवति इत्युक्ते एकः विशिष्टा परिस्थितिः अस्ति चेदेव तस्य कार्यं भवति. तत्र किं विधीयते तत्रापि लृङ्लकारस्य सम्भावना अस्ति. तत्रापि तत्र यदा लृङ्लकारस्य सम्भावना तादृशम् अत्रापि कुत्र किं वृते लिङ् ऋतौ अपि तत्र सम्भावना लृङ्लकारस्य सम्भावना अस्ति. लृङ्लकारः इत्युक्ते किं तद् भूतकालार्थे एव लृङ् खलु. सो अनेन सूत्रेण किं वृते लिङ् ऋतौ इत्यनेन एकं लिङ्लकारः सम्भावनार्थे लिङ्लकारः विधीयते. अनन्तरं लृट्लकारः भविष्यत्कालार्थे लृट्लकारः विधीयते. अनन्तरं लृङ्लकारस्यापि सम्भावना अस्ति पूर्वतनसूत्रवत् प्राक् इत्युक्ते पूर्वतनसूत्रं पूर्वतनसूत्रवत् अस्यापि अत्र प्रयोगः कर्तुं शक्यते इति वदति. अनन्तरं पठतु भगिनि तादृशप्रयोजने प्रयासः प्रयोजने प्रयासः जातः परन्तु साफल्यं न प्राप्तम् अथवा भविष्यति यत्र तादृशम् असफलं प्रायसः स्यात्. तत्र भूतकाले विकल्पेन लुङ्लकारः भवति भविष्यत्कालात् चेत् नित्यं लुङ्लकारः भवति. So what they're saying is in this using ling kim vritte ling rutau atra prayojana asti chet prayasah jatah sapalam na bhavati na praptam tasmin arthe bhavishyat kala api भविष्यत् अत्रापि असफलं प्रयासः स्यात् भूतकाले अत्र विकल्पेन लिङ्लकारे लुङ्लकारे भूतकाले विकल्पेन साफल्यं न भवति. उदाहरणं दत्तं काशिकायां को नाम वृषलौ यः तत्र भवान् याजयेत् इति लिङ् लकारः अस्ति. यं तत्र भवान् वृषलं याजयिष्यति लुट् लकारः कतरेण नदना कथमापि वाक्यानि सन्ति. को नाम वृषल यत्र भवान् यजायिष्यत् वृषलः कनार्थः दुर्जनः. कोऽपि दुर्जनकृते त्यागकार्यं करोति तत् सफलं न भवति. सत्यं तत् तदेव तत् वाक्यं वदति. आरम्भे सामान्यार्थे किं वृत्तलिङ् लुटौ इत्यनेन विधिलिङ् लुट् च इत्यनयोः वाक्यानि दीयन्ते. यदा अतिपत्तौ नाम कार्यस्य असाफलं साफल्यं जायते. ओके, नित्यं लुङ् भवति, लिङ् लुङ् भवति, परन्तु अतिपत्तौ इति उक्तम् अर्थः अस्ति यत्र कार्यस्य असाफल्यं जायते भूते विकल्पेन लुङ् अयाजैषत् भविष्यति, नित्यं लुङ् च भवति. अवगतं भगिनि. अत्र लुङ् किंवृत्ते लिङ् लुटो सूत्रं पूर्वं किं विभाषा कर्तमि लिङ् च सूत्र प्राग् सूत्रमस्ति. ततः अत्र लिङ् विधिलिङ् लुट् लकार अपि कार्यं प्रयोजनं वर्तते. तदेव भगिनि. तत्र सामान्येन किं वदति, किंवृतौ लिङ् लुटौ इत्यनेन विधिलिङ् लुट् इति वाक्यमेव भवति. तत्र गर्ह अर्थः अस्ति, तद् एकं वाक्यं भवति विधिलिङ् अथवा लृट्. परन्तु तस्मिन्नेव वाक्ये यदा कार्यस्य असाफल्यं भवति, वन् मोर् अडिशन् टु दट् सेण्टेन्स्, तत्र कोऽपि किमपि प्रयासं करोति तद् सफलं न भवति चेत् तत्र विकल्पेन भूते विकल्पेन लृङ्लकारः लृङ् रूपम् अयाजयिष्यत्, भूते विकल्पेन लृङ् भविष्यति, नित्यं लृङ् भवति. भूतकाले केवलं विकल्पेन, भूते विकल्पेन लृङ्. ओ, एतत्तु लुङ् न, लृङ् लकारः, लृङ् लकारः अयाजयिष्यत् तत्र क्रियातिपत्तौ. अत्र किंवृत्ते लिङ् लटौ इति अस्ति खलु, तत्र यत्र यत्र लिङ् निमित्ते लृङ् इति सूत्रमस्ति, यत्र यत्र लिङ् लकारस्य प्रसक्तिः अस्ति तत्र क्रियातिपत्तौ इत्युक्ते क्रियायाः अनिष्पत्तिः भवति, भूते भवतु अथवा भविष्यति, तत्र लृङ् लकारः भवति. तर्हि अत्र किंवृत्ते लिङ् लटौ इति लिङ् लकारः भवति, लिट् लकारः भवति. यदि क्रियातिपत्तिः अस्ति चेत् लृङ् लकारः भवति. यदि क्रियातिपत्ति भविष्यत् सामान्यतः भूतकाले वयं जानीमः, तद् भविष्य भूतकाले एव खलु क्रियातिपत्ति, यत् इट् इस् नाट् हेपन्ड् इति. परन्तु भविष्यत्काले अपि लृङ् लकारस्य भवति अपि यदि वक्तुः इच्छा अस्ति तत् भविष्य तद् तादृश न भवति इति, तत्रापि तद् भविष्यत्काले लृङ् लकारः नित्यं भवति. भूतकाले क्रियातिपत्तौ क्रियातिपत्तौ भूतकाले नित्यं विकल्पेन भवति. लिङ् लकारः भवति, लृट् लकारः भवति, क्रियातिपत्तौ लृङ् लकारः भूते भवति, अपि च भविष्यति क्रियातिपत्तौ लृङ् लकारः एव. क्रियातिपत्तौ इति वक्तुं विवक्षा अस्ति इति. नित्यं लृङ् एव भवति तत्र. नित्यं क्रियातिपत्तेः तत्र तादृशविवक्षा अस्ति चेत् लृङ् लकारः एव इति अस्ति. किमर्थं लिङ् इति पुनः उक्तम् इत्युक्ते कथम् लिङ् इत्यतः इति लिङ् इत्यस्य अनुवृत्ति भवति स्म, तादृश भवति. लिङ् च इति अस्ति, तत्र लुट् लकारः अपि अस्ति. तत्र यदि भवति चेत् लुट् लकारस्य अपि अनुवृत्तिः स्यात्, अतः तत् वारयितुं लिङ् इति पुनः उक्तम् इति तत्र दत्तम्. अथवा तदेव अत्रापि आगच्छति इति. सो भूते विकल्पेन लृङ् भविष्यति, नित्यं क्रियातिपत्तौ क्रियातिपत्तौ क्रियातिपत्तौ तद् मुख्यं क्रियातिपत्तौ एव. असफलः जातः अन्यत्र सर्वत्र भवति खलु, तत्र लिङ्ग लिङ्ग् अपि तत्र सामान्य तत्र लिङ्ग् लकारः अथवा लिङ्ग् लिट् लकारः भवति सामान्य. सत्यं तत्र उभयत्र किम् इति प्रश्नवाचकशब्दः निन्दार्थे भवति. निन्दार्थ किं शब्दः सत्यं. वयं तत्र उदाहरणं पश्यामः चेत् तदा एव स्पष्टः भवति. सत्यम्. अस्तु. अस्तु, अतः अद्य वयं प्रायः चत्वारि सूत्राणि पठितवन्तः खलु, किमृते लिङ् लृटौ, अनन्तरं क्षिप्रवचने लृट्, आशंसायां भूतवच, विभाषा साकाङ्क्षे पञ्च, न यदि, अनन्तरम् अभिज्ञावचने लृट्, षड् सूत्राणि जातम् अहं तु चत्वा. अस्तु अस्तु, अग्रिमसप्ताहे अनुवर्तयिष्यामः. इतोपि किमपि प्रश्नः अपि अस्ति अत्र? अस्तु, समीचीनं, धन्यवादः. धन्यवादः भगिनि. धन्यवादः.